अस्तु, आरम्भं कुर्मः। भवतः नाम किम्? मम नाम श्रीहरिः। हा, तं पृच्छतु। तं भवतः भवतः नाम किम्? मम नाम विश्वनाथः। पृच्छतु। मम नाम विश्वनाथः। भवतः नाम किम्? मम नाम राम। रामः रामः। भवतु नाम किं? भवतः भवतः नाम किं? नाम नाम मम नाम शिवः। पुनः वदतु, भवतः नाम किं? भवतः राम किं? मम नाम शिवाङ्गः। भवत्याः नाम किं? मम नाम सीता। भवतः नाम किं? भवतः भवतः नाम किं? मम नाम दिलीपः। भवतः नाम किं? मम नाम सुब्रह्मण्यम्। अस्तु, भवत्याः नाम किं? मम नाम श्यामला। अस्तु, समीचीनमस्ति। पुस्तकं कुत्र अस्ति? पुस्तकं तत्र तत्र अस्ति। पुस्तकम् इदं कुत्र? एतत् पुस्तकं कुत्र अस्ति? अत्र अस्ति, तत्र अस्ति। भवतः गृहं कुत्र अस्ति? मम गृहम् अन्यत्र अस्ति। अन्यत्र अस्ति। वायुः कुत्र अस्ति? सर्वत्र अस्ति। समीचीनमस्ति। सन्ध्या भगिनी, कथमस्ति भवती? अस्ति वा? अत्र तत्र अत्र तत्र अन्यत्र सर्वत्र इति एकमस्ति। अधुना अधुना कङ्कतं कुत्र अस्ति? कङ्कतं पुस्तके अस्ति। कङ्कतं पुस्तके अस्ति, पुस्तके अस्ति। समीचीनमस्ति। चषकः करवस्त्रं, करवस्त्रं कुत्र अस्ति? करवस्त्रं चषके अस्ति, चषके अस्ति। समीचीनमस्ति। करदीपः चमसः, करदीपः कुत्र अस्ति? करदीपे चमसे अस्ति। करदीपः करदीपः चमसे अस्ति, चमसे अस्ति। चमसः करदीपः, चमसः कुत्र अस्ति? चमसः करदीपः, करदीपे अस्ति, करदीपे अस्ति, करदीपे अस्ति। चमसः करदीपे अस्ति। चमसः अस्ति, करदीपः अस्ति, चमसः करदीपे अस्ति। करदीपः चमसः, करदीपः कुत्र अस्ति? करदीपः अस्ति, चमसः अस्ति, करदीपः चमसे, चमसे। करदीपः अस्ति, चमसः अस्ति, करदीपः चमसे अस्ति, चमसे अस्ति, चमसे अस्ति। हस्ति इति न, अस्ति अस्ति। पुनः वदतु, अस्ति। पुनः वदतु, पुनः अस्ति। करदीपः, करदीपः चमसे हस्ति, हस्ति इति न, अस्ति अस्ति अस्ति अस्ति। चमसः, चमसः अस्ति, अस्ति, चमसः नास्ति। आगच्छतु, आगच्छतु। चमसः, चमसः नास्ति, चमसः हस्ति, हस्ति, हस्ति इति न, अस्ति, अस्ति। पुनः अस्ति, पुनः अस्ति, अस्ति, पुनः अस्ति। चमसः अस्ति, चमसः नास्ति, अस्ति। समीचीनम्। भवत्याः नाम किम्? मम नाम मेधा। मेधा। भवतः नाम किं? मम नाम राजशेखरः. राजशेखरः. तस्य नाम किं? तस्य नाम माधव. माधवः. माधवः. तस्य नाम माधवः. माधवः. तस्याः नाम किं? तस्याः नाम अनुराधा. अनुराधा. सारि अनुराधा. समीचीनं. भवतः नाम किं? मम नाम रविः. रविः. रविः. अधुना कङ्कतं फेनकं. कङ्कतं कुत्र अस्ति? कङ्कतं फेनकस्य अस्ति. फेनके अस्ति. कङ्कतं फेनकं. कङ्कतं फेनके अस्ति. अधुना फेनकं कुत्र अस्ति? फेनकं कङ्कतं कङ्कतं मे अस्ति. कङ्कते. कङ्कते अस्ति. कङ्कते अस्ति. कङ्कतं कङ्कते. आगच्छतु. अस्तु. पर्णम् एतत् किम्? पर्णम् एषः दण्डः. एषः कः? पर्णं दण्डः. पर्णं कुत्र अस्ति? पर्णं दण्डे अस्ति. दण्डः कुत्र अस्ति? पर्णे अस्ति. पर्णे अस्ति. समीचीनम् अस्ति. माधवः एषः कः? एषः दन्तकूर्चः. दन्तकूर्चः. एषः चमसः. चमसः कुत्र अस्ति? चमसः दन्तकूर्चे अस्ति. पुनः कुत्र अस्ति चमसः? कुत्र अस्ति चमसः? दन्तकूर्चे अस्ति. समीचीनमस्ति. दन्तकूर्चः कुत्र अस्ति? दन्तकूर्चः चमसः अस्ति. चमसे अस्ति. चमसे अस्ति. समीचीनम्. चमसे अस्ति. अस्तु. मापिका चषकः. मापिका कुत्र अस्ति? मापिका चषकः अस्ति. मापिका अस्ति. चषकः अस्ति. मापिका चषके अस्ति. चषके अस्ति. चषकः अस्ति. मापिका चषके अस्ति. समीचीनं वा? कथमस्ति भवती? अहं भवत्याः नाम किम्? सोनाली. सोनाली. प्रथमवारं वा? अस्तु. अस्तु. समीचीनम् अस्ति. सोनाली. अस्तु. तर्हि अत्र अहं पृच्छामि भवान् कथमस्ति? भवान् वदतु अहं कुशली अस्मि. कुशली अस्मि. भवान् कथमस्ति? अहं कुशली अस्मि. कुशली अस्मि. पुस्तकम् अस्ति. अहम् अस्मि. अहम् अस्मि. भवान् कथमस्ति? अहं कुशली अस्मि. भवान् कथमस्ति? अहं कुशली अस्मि. भवान् कथमस्ति? अहं कुशली अस्मि. कुशली अस्मि. पुरुषः भवान् कथमस्ति? अहम् अस्मि. भवान् कथमस्ति? अहं कुशली अस्मि. न भवान् पुरुषः वा? अहं पुरुषः. अहं कुशली अस्मि. अहं कुशली अस्मि. भवान् कथमस्ति? अहं कुशली अस्मि. किन्तु महिला कुशलिनी. अहं कुशलिनी अस्मि. भवती कथमस्ति? कुशलिनी अस्मि. भवती कथमस्ति? अहं कुशलिनी. कुशलिनी. कुशलिनी अस्ति. अस्मि. अस्मि. अस्मि. पुस्तकम् अस्ति. पुस्तकमस्ति. कूपी अस्ति. चमसः अस्ति. अहम् अस्मि. Asmi. Bhavati katam asti? Aham kushali asmi. Kushalini. Kushalini asmi. Ha, bhavati katam asti? Aham kushalini asmi. Bhavati katam asti? Aham kushalini asmi. Ha, bhavan katam asti? Aham kushali asmi. Ha, aham kushali asmi. Bhavan katam asti? Aham kushali asmi. Kim abhavat? Yeah, it's connected. Do you want to use my phone? If you can't get it? Huh, we can use. Madhava Malaya. Bhavan katam asti? Aham kushali asmi. Ha, Deepa Malaya. Bhavan katam asti? Aham kushali asmi. Ha, Anuradha Bhagini. Bhavati katam asti? Aham kushalini asmi. Ha, asmi sem asti. Ha, aham kushali asmi. Aham kushalini asmi. Asmi chara. Aduna, dandaha kutra asti? Dandaha, pustake asti. Pustake asti. Ha? Pustakam kutra asti? Pustake. Pustakam dande asti. Ha? Pustakam dande asti. Dandaha kutra asti? Danda pustake asti. Pustake asti. Ha? Pustakam kutra asti? Pustakam dande asti. Smishan asti. Karavastram. Mala. Mala kutra asti? Mala karavastrame asti. Karavastram? Karavastre. Ha. Karavastram, karavastre. Mala kutra asti? Mala karavastre asti. Samichinam. Parantu mala karavastram bhagini swaram asti va karavastram kutra asti karavastram mala karavastre asti malayam karavastre aha aha nana karavastram kutra asti karavastram malayam karavastram malayam asti Napunsakalinga shabdaha, strilinga shabdaha. Napunsakalinga shabdaha, strilinga shabdaha. Napunsakalinga shabdaha, phenakam, karavastram, kankatam, pustakam, ma, pustakam, karavastram, napunsakalinga shabdaha. Pulinga shabdaha, chamasaha, dandaha, karadipaha, aha. Pulinga shabda. Napunsakalinga shabda. Strilinga shabda. Mala. Kunchika. Kunchika. Churika. Athawa. Eshaka. Kartari. Sa. Sa kartari. Sa kartari. Kartari. Eshaka. Ghati. Eshaka. Lekhani. Strilinga shabdaha. A. Mala. Mapika. Churika. Athava. E. Kartari. Lekhani. Ankani. Kartari. तो अधुना माला चमसः कुत्र अस्ति चमसः मालायाम अस्ति मालायाम अस्ति मालायाम छुरिका दण्डः दण्डः कुत्र अस्ति दण्डः Churika. Kutra asti dandaha? Dandaha churikayam asti. Churikayam. Churikayam. Astu. Chamasaha kunchika. Chamasaha kim? So what endings have yam? Ha. Strilinga shabdaha. Strilinga shabdaha. Akaranta shabdaha. Kunchika कुञ्चिकायां मापिका वदतु मापिका माला मालायां मालायां स्त्रीलिङ्गशब्दः आकारः अन्ते माला कुञ्चिका मापिका कुञ्चिका माला मालायां मापिका मालायां छुरिका अस्तु तर्हि पर्णं पर्णं छुरिका पर्णं कुत्र अस्ति पर्णं छुरिका अस्ति छुरि पर्णं कुत्र अस्ति छुरिकायाम् अस्ति छुरिकायाम् अस्ति अस्तु कन्दुकः अस्तु कन्दुकः मापिका कन्दुकः कुत्र अस्ति कन्दुकः माला मापिका मदिकायाम् अस्ति मापिका मापनम् अस्ति खलु मापनं मापिका मापिका कन्दुकः कुत्र अस्ति कन्दुकः मापिकायाम् अस्ति मापिका कुत्र अस्ति विश्वनाथ महोदय मापिका कन्दुकः अस्ति कुत्र अस्ति कन्दुके अस्ति कन्दुके अस्ति कन्दुकः कुत्र अस्ति समीचीनमस्ति माधव महोदय मापिका कुत्र अस्ति मापिकायाम् इति न समीचीनमस्ति कन्दुकः कुत्र अस्ति कन्दुकः मापिकायाम् अस्ति मापिका कुत्र अस्ति मापिका कन्दुके अस्ति समीचीनमस्ति तत्र ध्वनिः भवति वा ध्वनिः अस्ति अस्तु भगिनि मापिका कुत्र अस्ति सन्ध्या भगिनि कन्दुके मापिका कन्दुकः कन्दुके कन्दुके अस्ति समीचीनं मापिका कन्दुके अस्ति लक्ष्मी भगिनी अस्ति वा अस्तु अस्तु अधुना कर्तरी कर्तरी दण्डः कर्तर्याम् अस्ति कर्तरी कर्तर्याम् दण्डः कुत्र अस्ति कर्तरी कुत्र अस्ति कर्तरी दण्डे अस्ति समीचीनमस्ति अधुना करदीपः करदीपः कुत्र अस्ति करदीपः घट्याम् अस्ति घट्याम् अस्ति समीचीनं घटी कुत्र अस्ति घटी कन्दुके अस्ति कन्दुकः कुत्र अस्ति कन्दुकः घट्याम् अस्ति वाक्यं वदतु कन्दुकः घट्याम् अस्ति घट्याम् अस्ति समीचीनमस्ति अस्तु कन्दुकः कन्दुके घटी घट्यां मापिका मापिकायां पुस्तकं पुस्तके रूपस्य नाम सप्तमी विभक्तिः सप्तमी विभक्तिः केसेन्डिङ्ग् शब्दस्य केसेन्डिङ्ग् अस्ति केसेन्डिङ्ग् सप्तमी सप्तरूपाणि सन्ति बालकः गच्छति बालकः इति प्रथमा विभक्तिः प्रथमा विभक्तिः Balakasya pustakam atra asti. Balakasya possessive it. Balakasya pustakam tatra shashti vibhakti. Kartari kutra asti kartari? Kartari pustake asti. Pustake asti saptami vibhakti. Saptami vibhakti. Aham pratama vibhakti rupam vadami bhavantaha saptama vibhakti anta rupam vadantu. Gajaha. Gaje. Saptami. Gaje. Bidalaha. Bidale. Balakaha. Balake. Chatra. Chatrayam. Chatrayam. Vridha. Vridhayam. Patrika. Patrikayam. Varta kutra asti? Varta patrikayam asti. Mapika? Mapikayam. Kunchika? Kunchikayam. Sthalika? Sthalikayam. Bhojanam kutra asti? Bhojanam sthalikayam asti. Ghati? Ghatiyam. Kupi? Kupiyam. Jalam kutra asti? Jalam kutra asti? Kupiyam. Astu. Adhyapika? Adhyapika yam. Sanchika? Sanchika yam. Henakam kutra asti? Petika. Sanchika. Petika iti. Petika iti atra asti. Petika iti atra asti. No. Sanchika atra asti. Kagadam kutra asti? Sanchika. Kagadam kutra asti? Sanchikayam asti. Petika, sati eva. Petika, penikam kutra asti? Petikayam asti. Samichanam asti. Lokayanam? Lokayane. Lokayane. Janaha kutra santi? Lokayane. Janaha lokayane santi. Vimanam? Vimanam kutra asti? Janaha kutra santi? Vimanam. Vimanam. Vimanam. Janaha kutra santi? Vimane santi. Astu. Nadi. Jalam. Jalam kutra asti? Nadyam asti. Nadyam asti. Ghati. Samayaha kutra asti? Astu. Samichanam asti. Vanam. Vrikshaha kutra santi? Astu. Upanetram. Drishtihi kutra asti? Drishtihi upanetre. Astu. Sasyam. Jivanam kutra asti? Jivanam sasye asti. Sasye asti. Sopanam. Graham. Supanam. Sopanam kutra santi? Sopanam kutra asti? Sopanam gruhe asti. Astu. Astu. Sarve vadantu vakyam. Aham shrotu machami. Vakyam, vakyam. Vakya rachanam. Kim kutra asti? आसन्दः कुत्र अस्ति आसन्दः प्रकोष्ठे अस्ति प्रकोष्ठे अस्ति हा पुस्तकं कागदं कागदं कुत्र अस्ति कागदं पुस्तकं मे अस्ति पुस्तके अस्ति हा अन्यत् वाक्यं पुस्तकं हा अंगुली कुत्र अस्ति अङ्गुल्यकम् वाक्यं वदतु अङ्गुलीयकं कुत्र अस्ति अङ्गुल्याम् अस्ति वाक्यं वदतु पुनः अङ्गुल्याम् अस्ति वाक्यं पुनः वदतु कक्ष्यायां सन्ति अग्रे वाक्यं दूरवाणी कुत्र अस्ति पुस्तके अस्ति अन्यत् वाक्यं वाक्यं धनं धनस्यूते अस्ति धनस्यूते अस्ति वर्गखण्ड महाविद्यालये अस्ति हा महाविद्यालये अस्ति अनन्तरं पुस्तकम् उत्पीठिके अस्ति उत्पीठिका उत्पीठिकायाम् अस्ति हा समीचीनम् अस्तु तर्हि अग्रे गच्छेम अधुना करदीपः अस्ति करदीपः अस्ति अहं करदीपं स्वीकरोमि करदीपः अस्ति अहं करदीपं स्वीकरोमि चषकः अस्ति अहं चषकं स्वीकरोमि चमसः अस्ति अहं चमसं स्वीकरोमि मापिका अस्ति अहं मापिकां स्वीकरोमि कर्तरी अस्ति अहं कर्तरीं स्वीकरोमि अहं अहं कर्तरीं ददामि राजशेखरः वदतु अहम् आगच्छतु राजशेखरः अहम् अहं कर्तरीं स्वीकरोमि अहं कर्तरीं स्वीकरोमि अहं कर्तरीं ददामि अहं कर्तरीं स्वीकरोमि अहं कर्तरीं ददामि अहं कर्तरीं स्वीकरोमि अस्तु अधुना चमसः अहं चमसं ददामि अहं चमसं स्वीकरोमि अहं चमसं ददामि अहं चमसं स्वीकरोमि चमसः चमसं दण्डः दन्तकूर्चः दर्पणः दर्पणम् अहं दर्पणं स्वीकरोमि अहं दर्पणं स्थापयामि स्वीकरोमि स्थापयामि ददामि स्वीकरोमि स्थापयामि अस्तु दर्पणः अस्ति प्रथमा विभक्तिः दर्पणं स्वीकरोमि द्वितीया विभक्तिः द्वितीया दर्पणः दर्पणम् अहं प्रथमाविभक्तिरूपं वदामि भवन्तः द्वितीयविभक्त्यन्तरूपं वदन्तु तर्हि पुरुषः सूर्यः मूषकः अजः अजम् लोहकारः लोहकारम् वृक्षः वृक्षम् पत्रिका पत्रिकां पत्रिकां छात्रा छात्रां कुञ्चिका कुञ्चिकां छुरिका छुरिकां गोशाला गोशालां द्रोणी द्रोणीं घटी द्रोणीं द्रोणीं घटी घटीं भगिनी भगिनीं वेलनीं वेलनीं सूची पुष्पं पुष्पं पुष्पं परिवर्तनं नास्ति पुष्पं पुष्पं मन्दिरं मन्दिरं वनं वनं वस्त्रं वस्त्रं पर्णं पर्णं पात्रं पात्रम् इति अस्ति अस्तु तर्हि अधुना अहं चमसं ददामि अहं चमसं स्वीकरोमि अहं चमसं ददामि अहं चमसं स्वीकरोमि अहं कर्तरीं ददामि कर्तरीं स्वीकरोमि अहं चषकं ददामि अहं चषकं स्वीकरोमि अहं दन्तकूर्चं ददामि अस्तु ददातु स्वीकरोतु दण्डं ददामि अहं दण्डं स्वीकरोमि ददातु अहं कङ्कतं ददामि ददातु अहं छुरिकां ददामि अहं छुरिकां स्वीकरोमि छुरिकां छुरिकां स्वीकरोमि ददातु अहं छुरिकां स्वीकरोमि अत्र प्रार्थना अस्ति यत्र प्रार्थना अस्ति तत्र अहं वदामि कृपया दन्तकूर्चं ददातु भवान् वदतु कृपया दन्तकूर्चं स्वीकरोतु कृपया दन्तकूर्चं भवती वदतु कृपया दन्तकूर्चं ददातु कृपया दन्तकूर्चं स्वीकरोतु समीचीनम् अधुना एकवारं करोतु कृपया पृच्छतु कृपया कृपया घटीं वदतु भवान् पृच्छतु कृपया दण्डं ददातु पृच्छतु कृपया ददातु कृपया चमसं ददातु अस्तु सर्वम् अवगच्छति वा अवगच्छति आम् अवगच्छामि अथवा वयम् अहम् अवगच्छामि वयम् अवगच्छामः अहम् वयम् अस्तु खादति अहम् अहम् इति आय् तर्हि बालकः खादति इति वदामः खादति खादति बालकः खादति अहं वयं खादामः जनाः खादन्ति खादन्ति अस्तु लिखति लिखति अहं वयं बालकः लिखति जनाः लिखन्ति अस्तु चिन्तयति बालिका चिन्तयति अहं चिन्तयामः चिन्तयति चिन्तयन्ति चिन्तयामि चिन्तयामः तत्र य अस्ति अस्तु वदति अहं वदामि वयं वदामः बालकः वदामि बालकः वदति बालकः बालकाः वदन्ति बालक वदन्तु इति प्रार्थना अस्ति अस्तु गच्छति अहं गच्छामि वयं गच्छामः माता गच्छन्ति माता गच्छति जनाः गच्छन्ति अस्तु समीचीनमस्ति पठति अस्तु बालिका पठति समीचीनमस्ति अहं पठामि वयं पठामः वयं पठामः अहं वयं बालकः बालकाः बालकाः पठन्ति नास्ति चिन्ता अत्र सर्वं दर्पणः अस्ति अहं दर्पणं स्वीकरोमि अहं दर्पणं ददामि अहं दर्पणं स्थापयामि दर्पणः अस्ति दर्पणः अस्ति अहं दर्पणं स्वीकरोमि इति विषयः अधुना गच्छति गच्छति अपि तथा नाम विश्वविद्यालयः अस्ति विश्वविद्यालयः अस्ति बालकः विश्वविद्यालयं गच्छति विश्वविद्यालयः अस्ति बालकः विश्वविद्यालयं गच्छति अस्तु न न न न न दोषः तथा न भवति दोषः बालकः विश्वविद्यालयं गच्छति विश्वविद्यालये इति न विश्वविद्यालये पठति कुत्र यत्र कुत्र अस्ति तत्र उत्तरं भवति कुत्र पठति इति किन्तु यत्र गमनम् अस्ति यत्र गमनमस्ति तत्र वैशिष्ट्यमस्ति विशेषः अस्ति संस्कृतभाषायां विशेषः अस्ति गमनं गमनं गमनस्य द्वितीया विभक्तिः भवति न तु सप्तमी द्वितीया विभक्तिः भवति अतः पाठशाला बालिका पाठशाला बालिका पाठशालायां बालिका पाठशालां गच्छति पाठशालां गच्छति द्वितीयविभक्तिः भवति न तु सप्तमी द्वितीयविभक्तिः द्वितीयविभक्तिः इत्युक्ते आसन्दः आसन्दम् गति गतिम् इति द्वितीयविभक्तिः नूतनविषयः अस्तु तर्हि माता गृहं वदतु गृहेति न अत्र गृहं गच्छति गृहं गच्छति गृहं गच्छति इदानीं चमसः अस्ति अहं चमसं स्वीकरोमि अहं चमसं स्थापयामि म चमसं दर्पणम् आसन्दं विश्वविद्यालये यत्र गमनं गमनविषयः अपि तथा गमनविषयः अपि तथा यथा स्वीकरोति ददाति स्थापयति गच्छति अपि तथा अवगतं वा आङ्ग्लभाषायां वदामि वा अवगमनमस्ति न वा नाटकं मा करोतु अवगमनमस्ति न वा तर्हि पाठशाला बालिका वदतु बालिका पाठशालां गच्छति समीचीनमस्ति विश्वविद्यालयः पिता गच्छति गच्छति हा समीचीनमस्ति अधुना गमनं वाटिका वाटिका पितामहः वाटिकां गच्छति गच्छति हा अस्तु इदानीं बन्धुः स्वर्गः स्वर्गं गच्छति इति अस्ति नदी नदी मित्रं मित्रं कुत्र गच्छति नदीं गच्छति ग्रामः भगिनी ग्रामः बालिका समीचीनमस्ति वित्तकोशः वैद्यः वित्तकोशः वित्तकोशं पुनः समीचीनमस्ति कार्यालयः कार्यालयः समीचीनं कार्यालयः तत्र बालः गच्छति समीचीनमस्ति देशः बालिका बालिका देशः गच्छति देशं देशं पुनः बालिका देशं गच्छति अस्तु अस्तु महोदय वनं शुनकः समीचीनमस्ति अस्तु सहायकः आपणः समीचीनमस्ति आपणः इत्युक्ते अस्तु अग्रे माता विदेशः माता विदेशं गच्छति अस्तु बिडालः बिडालः गोशाला गोशालां गच्छति समीचीनमस्ति अस्तु प्रकोष्ठः मृगः मृगः प्रकोष्ठं गच्छति समीचीनमस्ति ग्रन्थालयः विद्यार्थी न छात्रः छात्रः ग्रन्थालयः छात्रः इति गच्छति छात्रः समीचीनमस्ति अस्तु अधुना अरण्यं पुरुषः पुरुषः अरण्यं गच्छति समीचीनमस्ति अस्तु शिशुः शिशुः नगरम् समीचीनमस्ति इति द्वितीयविभक्तिः इति एतत् सर्वं द्वितीयविभक्तिः इदानीं पठति पठति अपि द्वितीयविभक्तिः ग्रन्थः विद्यार्थी वदतु विद्यार्थी विद्यार्थी ग्रन्थं पठति Aduna. Balika kavyam. Balika kavyam patati. Samichinam asti. Kavita shikshakaha. Shikshakaha kavitam patati. Samichinam asti. Astu. Pradhyapakaha ramayanam. Samichinam asti. Asu chatraha vedaha. Chatraha vedam padati. Samichinam asti. Astu. Mata shlokaha. Mata shlokam patati. Astu. Aduna. Adhyapika mantraha. Adhyapika mantram patati. Mantram patati. Astu. Karmachari varta. Karmachari vartam patati. Patati. Aduna. Chatra katha. Chatra katha patati. Astu, samichinam asti. Aduna. Patrika. Aduna pita patrika. Pita patrikam patati. Iti visayaha patati. Aduna kim kim patati. Bhavan bhavati va kim kim patati. Bhavan patati. Aham. Aham patami. Kim. Pustakam vartam. Vartam. Patrikam. Vartam patami. Vartam. Vartam. Iti visayaha. Punaha. Aham vartam patami. Astu. Bhavati kim patati? Aham pustakam patami. Kim? Aham pustakam patami. Astu. Ramayanam patami. Anantaram? Kim patati? Aham mahabharatam patami. Samichinam. Anantaram? Aham anantaram? Aham shlokam patami. Aham gitam patati. Patami. Aham mandiram gacchami. Mandiram gacchati, astu. Gacchati. Kutr gacchanti. Aduna, kutr gacchanti. Aham karyalaye. Gacchami. Punaha? Aham karyalayam. Astu, kutra? Aham devalayam gacchami. Astu, anantaram? Aham pasalayam gacchami. Bhagini, kutr gacchati? Aham vidyalayam. Vidyalayam? Vidyalayam gacchati. Gacchami. Gacchami, dosha asti va samichinam asti va asti dosha asti patashalam patashalam pustakam kutra asti madhava madaya pustakam kutra asti patashala asti ekam visaha mishram datam na yato ya patashala pustakam kutra asti pustakam patashala brahma mabhavatu atra upitika chamasah kutra asti upitikayam patashala pustakam kutra asti patashalayam kintu balakah kutra gacchati patashalam gacchati pustakam patashalayam asti gamanam idainga visheshan karo gamanam iti visheshah iti visheshah vidya na santhya bagiri avagacchati va karyam karoti she is sleeping delayed asti asti iti samasya asti दूरवाणी इतोपि समीचीनम् अस्ति इति अहं मन्ये दूरवाणी अस्तु दशनिमेषानन्तरं कुत्र गच्छति वदतु विदेशः अहं विदेशं गच्छति अहम विदेशं गच्छामि. समीचीनम् अस्ति. ग्रन्थालयः. अहं ग्रन्थालयं गच्छामि. समीचीनमस्ति. वित्तकोशः. अहं वित्तकोशायाम् अस्ति. प्रथमदिनम् अस्ति खलु. अहं वित्तकोशायां. वित्तकोशायाम् इति न, वित्तकोशं किं भवति? वित्तकोशं वित्तकोशं गच्छामि इति अस्ति. अस्तु. ग्रामः. अहं ग्रामं गच्छामि. कार्यालयः. अहं कार्यालयं गच्छति गच्छामि. पुनः वदतु. अहं कार्यालयं गच्छामि. भवान् वदतु. अहं कार्यालयं गच्छामि. कार्यालयं कार्यालयः कार्यालयं. पुनः वदतु. अहं कार्यालयं गच्छामि. आम् इति न, अम् कार्यालयं कार्यालयं गच्छामि. अस्तु. इदानीं पश्यामि. पश्यामि किं किं पश्यति तत्रापि अस्ति. नाम लता अस्ति, अहं लतां पश्यामि. चित्रमस्ति, अहं चमसः अस्ति. अस्तु. किं किम् अस्ति इति अहं वदामि. भवन्तः वदन्तु. पत्रिका. अहं पत्रिकां पश्यामि. नदी. अहं नदीं न पश्यामि. पश्यामि नदी. नदीं पश्यामि. किं किं पश्यति इति. मापिका. अहं अहं अत्र अत्र विषयः कः. शृण्वन्तु, अत्र विषयः कः. विषयः यत् स्थापयामि, ददामि, स्वीकरोमि, गच्छामि, पश्यामि, तत्र म म म अस्ति अन्ते. म इति प्रमुखविषयः अस्ति. नाम आसन्दः अस्ति. अहम् आसन्दं पश्यामि. म अस्ति तत्र सर्वत्र. नपुंसकलिङ्गशब्दः अस्ति, म तु अस्ति, परिवर्तनं नास्ति. पुस्तकं पुस्तकम्. किन्तु आसन्दः आसन्दं. नदी. छात्रा. छात्रा अहं. पश्यति इति अहम्. अहं छात्रं पश्यामि. अस्तु. समीचीनमस्ति. मुरली महोदय. कुञ्चिका. साहाय्यं करोतु महोदय. पुनः. अहं कुञ्चिकां पश्यामि. कूपी. कूपीं. केवलं म. केवलं म इति वर्णं वयं योजयामः, तावदेव अस्ति. द्रोणी. घटी. अध्यापिका. छुरिका. अजः. अहम् अजं पश्यामि. जननी. अहं जननीं पश्यामि. भवनम्. अहं भवनं पश्यामि. कुक्कुरः. अहं कुक्कुरं पश्यामि. अस्तु. समीचीनमस्ति. पश्यामि. अनन्तरं पृच्छति. प्रश्नः. पृच्छति. शिक्षकः अस्ति. शिक्षकः अस्ति. अहं शिक्षकं पृच्छामि. अहं शिक्षकं पृच्छामि अस्तु जीवेशः अहं जीवेशः जीवेशं पृच्छामि हा अहं जीवेशं पृच्छामि गोविन्दः अहं गोविन्दं पृच्छामि समीचीनं सुशीला अहं सुशीलां पृच्छामि समीचीनमस्ति रामः अहं रामं पृच्छामि लीला अहं लीलां पृच्छामि लीलां पृच्छामि रमेशः मुरलीमलय अहं रमेशः पृच्छामि अहं रमेशः पृच्छामि न न मा इति योजयतु रमेशः रमेशं पुनः वदतु अहं रमेशं पृच्छामि लता अहं लतां पृच्छामि लतां पृच्छामि गीता अहं गीतां पृच्छामि मालिनी अहं मालिनी पृच्छामि अस्तु समीचीनमस्ति राष्ट्रपतिः अहं राष्ट्रपतिं पृच्छामि समीचीनमस्ति सुरेशः अहं सुरेशं पश्यामि पृच्छामि पृच्छामि पृच्छामि पृच्छ कृष्ण पृच्छामि पृच्छामि वदामः सर्वे वदन्तु पृच्छामि पृच्छामि बालकः बालकः पृच्छति अहं वयं जनाः पृच्छन्ति अस्तु समीचीनमस्ति अनन्तरं खादति वयं यत् खादामः तस्य द्वितीयविभक्तिः भवति उदाहरणार्थं फलम् अहं फलं खादामि पायसम् अहं पायसं खादामि खादामि ओदनम् अहं ओदनं अन्नम् अहम् अन्नं खादामि खादामि सूपः अहं सूपं खादामि मोदकम् अहं मोदकं खादामि फलम् अहं फलं खादामि शाकः अहं शाकं खादामि शाकं खादामि मधुरम् अहं मधुरं खादामि समीचीनमस्ति इति खादामः अधुना वाक्यं रचयामः अहं क्रियापदं वदामि भवन्तः वाक्यं रचयन्तु पिबति एकनिमेषः चिन्तयतु पिबति लिखति वदति वदति पश्यति त्यजति त्यजति त्यागः त्यजति अनन्तरं करोति अनन्तरं शृणोति शृणोति अस्तु पश्यामः मा किं वदतु अहं अहम् अथवा बालकः माता पिता यत् किमपि अस्ति अहं किं पिबति पिबति ओके अहं पिबामि किं पिबति अहं जलं पिबामि अहं पिबामि इति प्रथमे दिने अधुना इतोपि जानाति खलु किं पिबति अहं जलं पिबामि अहं जलं पिबामि इति समीचीनमस्ति अस्तु अन्यत् वाक्यम् अहं संस्कृतं लिखामि संस्कृतं लिखामि अनन्तरम् अहं चायं त्यजामि चायं त्यजामि इति समीचीनमस्ति चायं चायं त्यजामि अस्तु अन्यत् वाक्यं पर्णं पश्यामि पर्णं पश्यामि अनन्तरं अहं कुञ्चिकां पश्यामि अस्तु समीचीनमस्ति अन्यत् अहं सर्वं त्यजामि Sarvam tyajami. Astu. Lokam. Lokam. Astu. Samichanam. Astu. Udaharanatham. Smarami. Nama smarati. Suchayati. Grinhati. Anayati. Anayati. Anayati. Kopi vadatu va? Anayati. Anayana. Vakim vadatu? Aham prakoshte prakoshtam anayami. Prakoshtam anayati va? Atra. Prakoshtam. Prakoshtaha brahanasti khalu? Nama lekhani. Okay. Chamasa asti. Aham chamasam anayami. Ha, anayami. Prakoshtam anayami iti na. It's like a marti. Ha. Bahu shaktishali asti bhavan. Ha, asti. Hai, kim anayati? Kim anayati? Aham? Shutam anayami. Ha? Shutam anayami. Kim anayati? Shutam. Oh, shutam. Ha, anayami. Anantaram? Aham pustakam anayami. Ha, samichanam. Anantaram? Aham kagadam anayami. Kanduka. Kandukam anayami. Samichanam. Anantaram? Pustakam anayami. Aham patram. Patram anayami. Samichanam. Anantaram? Aham kavyam smarami. Smarami. Samichanam asti. Anantaram? Kim? Aham jalam anayami. Astu. Samichanam asti. Anantaram? Aham jalam anayami. Astu. Anantaram? Grinhati, svikaroti, nama grinhati, aham grinhami. Taking. Kim grinhati? Kim grinhati? Aham pustakam grinhami. Haan, samichanam vakyam asti. Anantaram? Aham phenakam grinhami. Anantaram? Aham lekhani grinhami. Punaha? Aham lekhani. Lekhani iti na? Lekhani. Haan. Aham lekhani grinhami tatra dosha asti. Aham lekhanim grinhami iti samichanam asti. Lekhanim grinhami. Tatra dosha ha, atra samichanam. Astu. Aham vidyam grinhami. Haan, samichanam asti. Vidyam grinhami. Anantaram? Kim? Vayam samsam. Jnanam grinhamaha. Astu presiyati. Presiyati. Kim presiyati? Preshanam. Preshanam. Presiyati. Nama. Aham patram likhami. Tada patram aham presiyami. Patram presiyami. Atava dhanam. No. In dhanam na prasayami. Mama mitram aparasmin deshe asti, tasya parshve dhanam nasti. Aham dhanam prasayami. Kandukaharam. Kim prasayati? Upaharam. Prasayati. Kutra. Asti sumitram prasayati. Upaharam prasayami. Anantram? Prasayami. Samichanam asti. Anantaram? Aham vicharam prasayami. Vicharam prasayami. Bhavitum arhati? Anantaram? Prakshalayati. Kim prakshalayati? Prakshalanam. Aham vastram. Vastram? Prakshalayami. Punha vadatu? Aham vastram prakshalayami. Anantaram, vakyam? Prakshalanam? Patram prakshalayami. Aham? Patram prakshalayami. Prakshalayami. Shurnoti? Aham vartam shurnomi. Vartam shurnomi. Aham shlokam shurnami. Katha, aham? Shurnomi. Samichanam, katha? Aham vedam shurnami. Shlokaha? Aham shlokanam shrunomi. Shlokam. Shlokam shrunomi. Katha? Aham katam shrunomi. Katham? Katam. Shrunomi. Shrunomi. Shrunomi. Ha. Ha? Aham madhura Madhura-sangeetam. Shrunomi. Madhura-sangeetam, right? Madhura-sangeetam. Madhura-sangeetam. Shrunomi. Asu janati. Kim janati? Aham sanskritam janami. Kim janati? Aham vidyalayam janami. Janati nama jnanam. Jnanam. विश्वविद्यालयं जानामि अपि अस्ति किन्तु गमनविषयः नास्ति तत्र नाम कुत्र अस्ति आम् अहं जानामि कुत्र अस्ति तत्र किं किम् अस्ति आम् अहं विश्वविद्यालये किं किम् अस्ति इति अहं जानामि जानामि किं किं जानाति अहं सङ्गणकं जानामि सङ्गणक प्रचालनं प्रचालनं जानामि अस्तु समीचीनम् अधुना किञ्चित् समयः अस्ति अत्र सर्वनामविषयः वयं जानीमः सः श्रीहरिः सः श्रीहरिः सः कः सः श्रीहरिः हा सः श्रीहरिः सा सीता सा का सा सीता हा तत् पुस्तकं तत् किं तत् इति इति प्रथमा विभक्तिः सामान्यविषयः इदानीं सः आसन्दः सः कः सः आसन्दः सः कः सः आसन्दः सः आसन्दः परन्तु अहम् आसन्दं पश्यामि अहम् आसन्दं पश्यामि अत्र पश्यतु अत्र अहं तं पश्यामि तम् सः आसन्दः परन्तु अहं तं पश्यामि सः अस्ति अहं तं पश्यामि सः चमसः अस्ति अहं तं पश्यामि सः तत्र अस्ति अहं तं पश्यामि भेदः अवगतः वा न चमसः अस्ति चमसः अस्ति अहं चमसं पश्यामि चमसः अस्ति अहं चमसं पश्यामि अहं तं पश्यामि सः अस्ति अहं तं पश्यामि सः चमसः अस्ति अहं तं चमसं पश्यामि सः चमसः अस्ति अहं तं चमसं पश्यामि अवगच्छति वा सः प्रथमा विभक्तिः यत्र कर्ता अस्ति यत्र कर्म अस्ति तत्र तं सः सः चमसः अस्ति अहं तं चमसं पश्यामि अस्तु तर्हि अस्तु तर्हि अहं वस्तु प्रदर्शयामि भवन्तः किं किं पश्यति इति वदन्तु किं किं पश्यति इति वदन्तु चषकः एषः चषकः किं पश्यति किन्तु इदानीं सः चषकः अस्ति इदानीं तं चमस तं चषकं पश्यामि तं चषकं Nama sarvanamna saha, sarvanama. That glass. Saha chamasa asti, aham tam chamasam, that chashakam, pashyami. Asu bhagini kim pashyati? Aham tam kurjigam danta kurjigam. Aham tam danta kurjigam pashyati. Atra danta kurjaha. Aham tam danta kurjaha pashyami. Aham tam danta kurjam pashyami. Ha. Danta kurjaha asti, danta kurjam. Saha tam. Saha danta kurjaha asti. Aham tam danta kurjam pashyami. Shrihari Madhya avagachati va? Eshaha darpanaha. Bhavan kim pashyati, kam pashyati? Aham tam danta kurjam. Darpanaha. Darpanam. Darpanam pashyami. Aham tam darpanam pashyami. Madhava Madhya. Kandukaha. Kam pashyati bhavan? Pashyami. Pashyami. Kintu atra ma iti. Bhagini vadatu. Anuradha bhagini. Sahayam karotu. Aham kandukam. Tam kandukam pashyami. Tam kandukam pashyami. Dandaha. Kam pashyati. Aham tam dandukam pashyami. Tam dandaha, dandaha. Aham tam dandam pashyami. Karadipaha? Aham tam karadipam pashyami. Samichyam asti. Karadipam pashyami. Astu. Aduna. Tam iti asti. Dante kurjaha, hamode. Tam dante kurjam pashyami. Saha dante kurjaha asti. Parantu aham tam dante kurjam pashyami. Pulinga shabdaha. Atra pashyamaha. Dekhitam asti tam. Tam. Duram asti chet tam. Nikate asti chet, samipe asti chet etam. Aham etam asandam pashyami. Prashna asti kam. Bhavan kam pashyati. Kam pashyati. Aham tam pashyami. Pulinga shabda asti. Idanim strilinga shabdaha. Agrime. Tam etam kam. Tam etam kam iti strilinga shabdaha. Tahi churika. Bhavati kam pashyati. Aham tam churikam pashyami. Iti asti. Aham tam churika. Tam churikam pashyami. Asti. Kunchika. Bhavati kam pashyati. Aham tam kunchikam pashyami. Samichanam asti. Ankani, bhavan kam pashyati. Aham tam ankanim pashyami. Samichanam asti. Astu. Lekhani, bhavan kam pashyati. Aham tam lekhanim pashyami. Mala, bhavan kam pashyati. Aham tam malam pashyami. Samichanam asti. Mapika. Bhavati kam pashyati. Aham tam mapikam pashyami. Samichanam asti. Ati uttamam. Nipuna jata. Samichanam asti. Astu. Astu. Munli Mahodaya. Bhavan kam pashyati. Aham. Churikam pashyati. Kartari. Kartarikam pashyati. Aham? Tam. Tam? Tam. Kartarikam pashyati. Kartarim? Kartarim pashyati. अस्तु कूपी कूपी भगिनी भवती कां पश्यति अहं तां कूपीं पश्यामि हा समीचीनमस्ति अधुना नपुंसकलिङ्गे नपुंसकलिङ्गे तत् एतत् किम् नाम परिवर्तनं नास्ति पुल्लिङ्गशब्दः अस्ति चेत् परिवर्तनं नास्ति एतत् किम् तत् फेनकम् हा भवती किं पश्यति अहं तत् फेनकं पश्यामि अत्र परिवर्तनं नास्ति तत् फेनकम् अस्ति अहं तत् फेनकं पश्यामि तत्र परिवर्तनं नास्ति अस्तु एतत् अनन्तरं भवान् भवन्तं भवती भवतीम् अहं माम् अस्तु शीघ्रमेव एतत् कुर्मः मिलित्वा कुर्मः प्रथमवाक्यं हा दिलीपमहोदय कृपया पठतु पिता अत्र parentheses यत् अस्ति तस्य द्वितीयविभक्तिं मकारं योजयतु पिता पाठं पठतु पुत्रः पुत्र पाठं पठतु हा द्वितीयवाक्यं पुस्तकं नास्ति करोतु द्वितीयवाक्यं द्वितीयवाक्यम् ओके पुत्रः पाठम् अत्र सम्भाषणमस्ति खलु पिता पुत्र इति तयोः सम्भाषणमस्ति द्वितीयं करोतु अहं पाठं पठितुं न शक्नोमि पाठं पठितुं न शक्नोति नाम प्रथमं पिता वदति पुत्र पाठं पठतु पुत्रः वदति अहं पाठं पठितुं न शक्नोमि अस्तु नटेश महोदय अग्रे अग्रिमं वाक्यं पिता वदति किमर्थम् अनन्तरं पुत्रः वदति हा हा किं वदति कुत्र अहं विद्यालयं अत्र कर्मपदस्य अभ्यासः अहं विद्यालयं न गतवान् न गतवान् भगिनी अग्रे भवतु अहं भवान् पठामि पाठयामि किन्तु भवान् इति नास्ति अत्र किम् अस्ति अहम् अहं भवतु अहम् अत्र भवान् इति सामान्यरूपम् अस्ति पाठयामि तत्र आब्जेक्ट् भवति कर्मपदम् अस्ति अत्र दत्तमस्ति अत्र अस्ति अत्र अस्ति किं भवति भवान् इति अस्य किं भवति अत्र भवन्तम् अत्र अहं भवतु भवतु इत्युक्ते चिन्ता नास्ति अहं भवन्तं पाठयामि पाठयामि इत्युक्ते पठति पाठयति पाठयति अवगच्छति वा न पठति पाठयति सो सो आरम्भे पुत्र पाठं पठतु अहं पाठं पठितुं न शक्नोमि किमर्थम् अहं विद्यालयं न गतवान् इति भूतकाले अहं विद्यालयं न गतवान् पिता वदति भवतु अहं भवन्तं पाठयामि अहं स्वयं नास्ति चिन्ता भवान् विद्यालयं न गतवान् चिन्ता नास्ति अहं स्वयं पिता अहं भवन्तं पाठयामि अवगच्छति वा अवगमनम् अस्ति वा किं प्रश्नः अस्ति वा The father and the son are having a conversation. Pita putra. You got that? Yeah, I got that. Huh? I don't get the nouns when they change at the end between and They change when it's a subject and versus object. Yeah, I have to like. Okay, you'll get the hang of it. Yeah, I'll get the hang of it. Huh? Bhavatu aham bhavantam paathayami. Agrimam vakyam. Sakyam. हा भगिनी वदतु Satyam. Satyam. Satyam. Bhavan. Aham ityasya? Mam. Satyam. Bhavan. Mam. Pathayati. Atar iti prashnah asti. Satyam. Satyam. Bhavan. Mam. Pathayati. Satyam. Iti ashcharyam. Ashcharyam. Satyam. Bhavan. Mam. Pathayati. Manish Madhya agre. Satyam. Satyam is over. Aham Pathayami. Aham. Satyam asti. Pita vadati. Aham. Pathayami. Aham. Pathayami. Astu. Subramanyam Madhya agre. Tat mam api tata. Tata iti sambodhanam. Tata. Pita iti sambodhanam. Tata. Tata mam api patayatu. Putri iti vadati. Putri vadati tata mam api patayatu. Api nama api itute bi. Also. Bi also. I'm also. Also. Api is also. Hindi bhashayam bhi. Api, api, api, api. Api, api to take two, atwa also. Mam api patayatu. Asu, Ravi Mandir agree? Astu, bhautim api patayami. Hapuna? Astu, bhautim api patayami. Astu, bhavatim api patayami. Bhavatim api. Bhavatim api patayami. Janim bhavantam patayami. Kada Uttaramasti? Uttaram idanim bhavantam patayami. Bhavantam? Yeah, bhavantam patayami. Bhavantam patayami. Anantam putra kim bhavati? Kim vadati? Putra. Anuja. Anuja kada patayati. Anuja. Anuja means Anuja, kitu anuja kim bhavati? Shivangamalaya? Younger. Yes. Kintu rupam kim bhavati atra? Putra. Shivangamalaya? Swapna loke? No. Atra anuja? Parivartaya? Anuja. Anuja kim bhavati atra? Anujam. Anujam kada patayati? Okay. Anujam kada patayati iti prashnah. Tam sayankale patayami. Tam sayankale patayami. Tam. Her. I'm teaching her in the evening. Vadatu. Agre, vadatu. Ka patitaha patayami. Kaha pataha. Itute which lesson? Vadatu kaha pataha? Kintu dvitiya vibhakti asti. Kam patam. Kam. Vadatu kam patam patayami. Vadatu kam patam patayami. Iti pita prichati. Pita na janati kaha pataha. Ataha pita prichati kam patam patayami. Anantaram putraha uttaram dadapi. Natasamadaya, uttaram kim? अत्र एषः पाठः इति लिखितमस्ति तं पाठं पाठयामि एषः पाठः इति परिवर्तयतु एषः पाठः तत् पाठयतं कः उक्तवती कोऽपि एतम् एतम् पाठम् पाठम् एतम् नाम प्रदर्शयति सः प्रदर्शयति एतम् एतम् पाठम् पाठयतु पिता पृच्छति कम् पाठम् पाठयामि पुत्रः उत्तरम् ददाति एतम् पाठम् पाठयतु अनन्तरम् पिता किम् वदति अत्र सर्वे इत्यस्य नाम वयं न जानीमः वदामि सर्वान् इति भवति सर्वान् सर्वान् पाठान् पाठयामि सर्वान् पाठान् पाठयामि इति विषयः तर्हि अद्यतनविषयः सरलः सरलः नाम सामान्यरूपमस्ति पुरुषः पुरुषः अस्ति किन्तु अहं पुरुषं पाठयामि अहं पुरुषं पश्यामि कथा अस्ति अहं कथां शृणोमि अवगमनमस्ति अस्तु अवगच्छन्ति अस्तु तर्हि अहं तां कथां शृणोमि नाम बहु किमपि वयं वक्तुं शक्नुमः वी केन् से अ लॉट आफ् थिङ्ग्स् लैक् दट् अस्तु तर्हि विरमाम नमस्कारः.